पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 1 श्रीगणेशाय नमः। ऋषय ऊचुः शृणुसूतमहाभाग सर्वतत्त्वार्थकोविद सन्देहमागतं विद्वन्दारुणं बुद्धिनाशनम् केचित् पठन्ति प्रह्लादं पुराणेषु द्विजोत्तमाः पञ्चवर्षान्विदेनापि केशवः परितोषितः देवासुरे कथां प्राप्ते हरिणा सह युध्यति निहदो वासुदेवेन प्रविष्टो वैष्णवीं तनुम् सूत उवाच कश्यपेन पुरा ज्ञातं कृतं व्यासेन धीमता ब्रह्मणा कथितं पूर्वं व्यासस्याग्रे स्वयं प्रभोः तमेवं हि प्रवक्ष्यामि भवदामग्रदो द्विजः सन्देहकारणं जातम् छिन्नं देवेन वेधसा व्यास उवाच शृणुसूतमहाभागब्रह्मणा परिभाषितं प्रह्लादस्य यथा जन्म पुराणेऽप्यन्यथा श्रुतं जातमात्र सर्वसुखं वैष्णवं मार्गमाश्रितः महाभागवतश्रेष्ठः प्रह्लादो देवपूजितः विष्णुना सह युद्धाय सपुत्रसङ्गरं गतः निहदो वासुदेवेन प्रविष्टो वैष्णवीं तनुं सृष्टिभावं शृणुष्वत्वमस्यैव च महात्मनः संगरं प्राप्य पुत्राद्यैर्विष्णुना सह वीर्यवान् प्रविष्टो वैष्णवं तेजसम्प्राप्य स्वेन तेजसा पुराकल्पे महाभाग यथा जादस वीर्यवान् वृत्तान्तं तस्य वीरस्य प्रवक्ष्यामि समासदः पश्चिमे सागरस्यान्ते द्वारका नाम वैपुरी सर्वऋद्धिसमायुक्ता सर्वसिद्धिसमन्विता तस्यामास्ते सदा देवो योगज्ञो योगवित्तमः शिवशर्मेदि विख्यातो वेदशास्त्रार्थकोविदः तस्यापि पञ्चपुत्रास्तु बभूवु शास्त्रगोविदाः यज्ञशर्मा वेदशर्मा धर्मशर्मा तथैव च विष्णुशर्मा महाभागो नूनं तत्कर्मगोविदः पञ्चमः सोमशर्मेदि पितृभक्तिपरायणः पितृभक्तिं विना चैव धर्ममन्यं द्विजोत्तमाः न विदन्ति महात्मानस्तद्भावेन तु भाविताः तेषां तु भक्तिं सम्पश्यन् शिव शर्मा द्विजोत्तमः चिन्तयामास मेधावी निष्कर्षिष्ये सुरोत्तमान् पितृभक्तेषु यो भावो नैतेषां मनसि स्थितः यथा जानाम्यहं चाथ करिष्ये बुद्धिपूर्वकं विष्णोश्चैव प्रसादात् स सर्वसिद्धिर्बभूवः सद्भावं चिन्तयामास अञ्जनार्थं द्विजोत्तमः उपायं ब्राह्मणश्रेष्ठ तपसस्तेजसः किल चकारसोऽप्युपायज्ञो मायया ब्रह्मवित्तमः तेषामग्रे तदो व्याजं शिवशर्मा व्यदर्शयद मकताज्वररोगेण मृता माता विदर्शिता तैस्तु दृष्टा मृता माता पितरं वाक्यमब्रुवन् यया वयं महाभागगर्भोदरे प्रवर्धिताः कलेवरं परित्यज्य स्वयमेव गदाक्षयम् अपहाय गदासेयं स्वर्गे ताद किमुच्यते शिव शर्मोपरिभवं पुत्रं भक्तिपरायणं यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः शिवशर्मोवाच अनेनापि सुदीक्ष्णेन शस्त्रेण निशितेन वै विच्छिद्याङ्गानि सर्वाणि यत्र तत्र क्षिपस्वः तत्कृतं तेन पुत्रेण यथा देशश्रुतः पितुः समायादः पुनः पश्चात्पितरं वाक्यमब्रवीद यथाधिष्टं त्वया ताद तत्सर्वं कृतवानहं समादिश ममान्यच्च कार्यकारणमद्य च तच्च सर्वं करिष्यामि दुर्जयं दुर्लभं पितः तमाज्ञाय महाभागं पितृभक्तं स च द्विजः निश्चयं परमं ज्ञात्वा द्विधीयस्य विचिन्तयन् वेदशर्माणमाहूय गच्छ त्वं मम शासनाद स्त्रिया विना न शक्नोमि स्तादुं कन्दर्पमोहितः मायया दर्शिता नारी सर्वसौभाग्यसम्पदा येन मानय वत्सत्वं ममार्थे कृतिनिश्चयः एवमुक्तस्तथा प्राह करिष्ये तव सुप्रियं पितरं तं नमस्कृत्य तामुवाच गतस्ततः त्वां देवि याचते तादकामबाणप्रपीडितः अतस्त्वं जरयायुक्ते प्रसाद सुमुखी भव भज त्वं चारु सर्वाङ्गि पितरं मम सुन्दरि एवमाकर्णिदं तस्य मायया वेदशर्मणः स्त्री उवाच जरया पीडितस्यापि नैवेच्छामि कदाचन सश्लेष्ममुखरोगस्य व्याधिग्रस्तस्य साम्प्रतम् शिथिलस्यापि चार्तस्य तस्य वृद्धस्य सङ्गमं भवन्तं रन्धुमिच्छामि करिष्ये तव सुप्रियं भवन्तं रूपसौभाग्यैर्गुणरत्नैरलङ्कृतं दिव्यलक्षणसम्पन्नं दिव्यरूपं महौजसं किं करिष्यसि तादेन वृद्धेन शृणुमानद ममाङ्गभोगभावेन सर्वं प्राप्स्यसि दुर्लभम् यद्यत्वमिच्छसे विप्र तद्ददामि न संशयः एतद्वाक्यं महच्छ्रुत्वा अप्रियं पापसङ्कुलम् वेदशर्मोवाच अधर्मयुक्तं ते वाक्यमयुक्तं पापमिश्रितं ने दृश्यं मां वदेर्देवि पितृभक्तिमनागसं पितुरर्थं समायादस्त्वामहं प्रार्थये शुभे अन्यदेवं न वक्तव्यं भजत्वं पितरं मम यद्यत्वमिच्छसे देवि त्रैलोक्ये सचराचरं तत्तद्दत्मिन सन्देहो देवराज्याधिकं शुभे स्त्री उवाच एवं समर्थो दातुं मे पितुरर्थे यदा भवान् तदा मे दर्शयाद्यैव सेन्द्रास्त्वं समहेश्वरान् दातुमेवं समर्थोऽसि दुर्लभं साम्प्रतं किल किं ते बलं महाभाग दर्शयस्व त्वमात्मनः वेदशर्मोवाच पश्य पश्य बलं देवि प्रभावं तपसो मम मया हूदा समायादा इन्द्राद्या सुरसप्तमाः वेदशर्माणमोचुस्ते किं कुर्मोहि द्विजोत्तम यमेवमिच्छसे विप्र तं ददामो न संशयः वेदशर्मोवाच यदि देवा प्रसन्ना मे प्रसादसुमुखा यदि ददन्तु विमलां भक्त्रिं पादयोः पिदुरेव मे एवमस्तु सुराः सर्वे यथा यादास्तथा गताः तमुवाच तथा दृष्ट्वा दृष्टं ते तपसो बलम् देवैस्तु नास्ति मे कार्यं यदि दातुमिहेच्छसि यन्मां नयसि गुर्वर्थं तत्कुरुष्व मम प्रियम् देहि त्वं स्वं शिरो विप्रस्वहस्तेन निकृत्य वै वेदशर्मोवाच धन्योकमद्य संजादो मुक्तश्चैव ऋणत्रयाद स्वशिरो देवि दास्यामि गृह्यतां गृह्यतां शुभे शीतेन तीक्ष्णधारेण शस्त्रेण द्विजसत्तमः निकृत्य स्वं शिरश्चाध दत्तं तस्यै प्रहस्य च रुधिरेण प्लुदं साज परिगृह्य गदा मुनिं स्त्री उवाच तवार्थे प्रेषितं विप्रपुत्रेण वेदशर्मणा यदच्चिरसं गृहाण निकृत्तं चात्मनात्मनः उत्तमाङ्गं प्रदत्तं मे पितृभक्तेन तेन ते तवार्थे द्विषचार्दूल मामेवं परिभुङ्क्ष्व वै तस्य तैर्भ्रातृभिर्दृष्टं साहसं वेदशर्मणः वेपिताङ्कत्वमापन्नास्ते बभूवुः परस्परम् मृदानो धर्मसाध्वी सा मादा सत्यसमाधिना अयमेव महाभागः पितुरर्थे मृदशुभः धन्योऽयं धन्यदां प्राप्तः पितुरर्थे कृतं शुभम् एवं सम्भाषितं तैस्तु भ्रातृभिः पुण्यचारिभिः समाकर्ण्यद्विजो वाक्यं ज्ञात्वा भक्तिपरायणं निकृत्तं च शिरस्तेन पुत्रेण वेदशर्मणा धर्मशर्माणमाहाध शिर एतत् प्रगृह्यताम् इति श्रीपद्मपुराणे भूमिखण्डे शिवशर्मचरिते प्रथमोऽध्यायः ॐ